नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे शत्रान्तरूपाणि इति पाठः. तत्र सार्वधातुकप्रकरणं रुप्सु शत्रान्तरूपाणि प्रातिपदिकनिर्माणम् इति पाठः. तत्र वयं गतसप्ताहे पुल्लिङ्गनपुंसकलिङ्गानां शत्रान्त प्रातिपदिकं तस्य निर्माणं कथं भवति इति दृष्टवन्तः. अद्य स्त्रीलिङ्गे पश्यामः. तद् सूत्रम् इदानीं स्पष्टमस्ति वा? तद् लटः शत्रुषाण अप्रथमासमानादिकरणे इति सूत्रम्. भगिनि, ऐ हर्ड् युर् वाट् यु सेण्ट्. ऐ हर्ड् किल? आं भगिनि, आं. बट् ऐ हर्ड् ओन्लि हाफ् द क्लास्, बट् ऐ विल् गो अण्ड् लिसन् टु इट् अगेन्. तत्र द्वितीय अग्रे अपि इतोपि एकम् अस्ति, तत्रापि पुनः तदेव सः वदति. व्याकरणरीत्या तत्र साधुत्वं नास्ति प्रथम प्रयोगः, परन्तु भाषायाम् अस्ति, अतः तद् वयं स्वीकर्तुं शक्नुमः. भाषायाम् अस्ति इति कारणेन वयं स्वीकर्तुं शक्नुमः, परन्तु पाणिनीयदृष्ट्या व्याकरणे तत्र यत्र वयं प्रथमान्तरूपस्य प्रयोगः कर्तुम् इच्छामः तत्र लट् साक्षात् लट् एव उपयोगं कुर्मः चेत् तद् साधु व्याकरणरीत्या. तत्र पश्यन्तम् अहं पठन् अस्मि इति असाधु अस्ति, अहं पठामि तदेव सम्यक् इति सः तदेव उक्तवान् द्वितीय आडियो मध्ये अपि. आं भगिनि, अप्रथमासमानादिकरणेन देन् भाष्यकार इस् द वन् हू सेयिङ्ग् इट्स् ओके, देन् उत्तरोत्तरं मूलिनां प्रमाण विभाषा इत्यनेन सः वदति लटः साने विभाषा इत्यनेन तदपि स्वीकर्तुं शक्नुमः. किमर्थम् इत्युक्ते भाषायां तादृशप्रयोगः दृश्यते. धन्यवादः भगिनि. अस्तु, तत्र पुल्लिङ्गे किम् आसीत् इत्युक्ते पुल्लिङ्गे तु वयं दृष्टवन्तः. पुल्लिङ्गे नपुंसकलिके किमपि नास्ति विशेषतया, कृत्तदिसमासश्च इत्यनेन प्रातिपदिकसंज्ञा भवति, तदेव वयं दृष्टवन्तः. गच्छत् अथवा वदत् इति यदा वयं तिङन्त प्रथमपुरुष बहुवचनरूपं स्वीकुर्मः, तत्र यदा अन्ति इति योजयामः तदपि अजादि अपित् अस्ति, तादृशमेव कार्यम् अत्रापि. अत् इति योजनेन तदपि अजादिः अस्ति, अपित् अस्ति, समानप्रक्रिया भवति द्वयोः. अतः यदा तत्र ददत् दा धातुः ददति इति बहुवचनरूपम्, अत्रापि ददत् इत्येव प्रातिपदिकं सिद्ध्यति इति. स्त्रीलिङ्गे किं भवति इत्युक्ते एकं वयं दृष्टवन्तः, भ्वादिगणे दिवादिगणे चुरादिगणे तत्र नुम् इति नित्यं भवति, शप्शनो नित्यम् इति. उगिदश्च इत्यनेन उगित् अस्ति प्रातिपदिकं, तत्र स्त्रीविवक्षायां नीप् इति प्रत्ययः भवति, तस्य तत्र तेन कारणेन तत्र शप्शनो नित्यम् इत्यनेन तत्र शप् श्यन् इति प्रत्ययः, भुवादि चुरादि शप् दिवादि श्यन् इति प्रत्ययः, प्रत्ययस्य अवर्ण प्रत्ययोः अवर्णात् अङ्गात् शत्रन्त अङ्गस्य नित्यं नुम् आगमः. अङ्ग शत्रन्त अङ्गस्य नुम् इति आगमः भवति, तदेव तत्र एकम् उदाहरणमपि आसीत् वर्त. तत्र वद् धातुः तत्र अस्माकं स्त्रीविवक्षायाम् उगिदश्च इत्यनेन प्रातिपदिकेभ्यः नीत् इति प्रत्ययः इत्येव अवशिष्यते. वद् वद् योगः शप् योगः शत्रु योगः नीप् तादृशं तत्र वयं पृथक् पृथक् कुर्मः चेत् तत्र अवगन्तुं शक्नुमः. वद्योगः अ इति अस्माकं शप् इति विकरणप्रत्ययः, अवध इति अङ्गं, तदेव अस्माकं अकारान्तम् अङ्गम् अवर्णान्तात् अङ्गात्, अतः तत्र तस्य शत्र इति प्रत्ययस्य नुम् इति आगमः. तद् मिथञ्चोऽन्त्यात् परः इति कारणेन अन्त्यात् अचः परः आगच्छति. अतः तत्र वद्योगः नकारः वधयोगः नकारः योगः इत् योगः इ तत्र अनन्तरम् अस्माकं नश्चापदान्तस्य जलि अनुस्वारस्य परसवर्णः सर्वं कृत्वा वदन्ति इति रूपम्। तत्र वद्योगः यद् तत्र प्रक्रिया दर्शितं तत्र वद्योग वधयोगः नुं योगः इति योगः इ तत्र वधयोगः अत् इति प्रथमं भवेत् अतो गुणे इत्यनेन तत्र पूर्वरूपसन्धिः अभवत् अनन्तरमेव तत्र वद्योगः नुं योगः तकारः योगः इति तद् अवगतं किल। पूर्वरूपमेव पररूपं पररूपम् एकादेश अग्रिमं पश्यामः यत्र तुदादिगणे अदादिगणे आकारान्तधातुषु किं भवति इति तदेव वयं गतसप्ताहे अपि किञ्चित् पठितवन्तः। महोदय पठति वा बि इति द्विपातिपदिकं श्रूयते खलु द्विपातिपदिकं तुदादिगणे अदादिगणस्य चतुर्दश आकारान्तधातुषु च द्विपातिपदिकं तुदादिगणे अपि च अदादिगणस्य आकारान्तधातूनाम् अपि तुदादिगणे अदादिगणस्य चतुर्दश आकारान्तधातुषु च शत्रन्तप्रातिपदिके नुमागमः वैकल्पिकः तुद् योग अयोग अत् सुदत् इति पुंसि नपुंसके च शत्रन्तं प्रातिपदिकं प्रक्रिया यथा पूर्वोक्तं तुदत् इति उगितश्चैतनेन उगित् प्रातिपदिकेभ्यः त्रित्वविवक्षायां णी प्रत्ययः भवति तुदति इति आची आक्षी नद्योः नुम् इत्यनेन तुदादिगणे विकल्पेन नुमागमः तुदति तुदन्ति इति त्रियां शत्रन्तप्रातिपदिकम् अत्र तुदादिगणेपि अपि च अदादिगणस्य चतुर्दशधातूना आकारान्तधातूनां कृते तत्र शत्रन्तप्रातिपदिके नुमागमः वैकल्पिकः भवति स्त्रीप्रविवक्षायाम् इति अस्ति। तत्र उगितश्चित्तेन नुमागमः सारि उगितश्चित्तेन त्रि नीप्रत्ययः तदा आत् शी आक्षी नद्यो नुम् इत्यनेन उदादिगणविकल्पिकनुमागमः भवति इति अस्ति। सुधादौ तुद्धातुः तुदति तुदत्यौ तुदत्यः नदीवत् अपि च न तुदन्ति तुदन्त्यौ तुदन्त्यः इति आची नद्यो अग्रे पठामि वा अग्रे पठामि अदादिगणे चतुर्दश आकारान्तदातवः सन्ति आची नद्योर्धम् इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति नाम तत्रापि शत्रन्तप्रसङ्गे त्रीत्वविवक्षायां नुम् आगमः विकल्पेन भवति कारणम् इदं यत् येषां धातूनाम् अवर्णान्तम् अङ्गम् अस्ति परन्तु इदम् अङ्गं शबन्तं क्षणन्तञ्च नास्ति धातवः एते या वा भाष्णा श्रा द्राप्ता पारा ला दा क्या प्रा मा इति अदादौ या धातुः याति यात्यौ यात्यः अथवा यान्ति यान्तौ यान्त्यः सूत्रमस्ति आचीनद्योर्नम् अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुमागमः भवति शी प्रत्यये च नदीप्रत्यये परे शी च नदी च शीनद्यौ तयोः शीनद्योः आत् पञ्चम्यन्तं शीनद्योः सप्तम्यन्तं नुं प्रथमान्तं त्रिपदमिदं सूत्रं न अभ्यस्तात् शतुः इत्यस्मात् शतुः अपि च वा नपुंसकस्य इत्यस्मात् वा इत्यनयोः अनिवृत्तिः अङ्गस्य अधिकारः अनुकृतचैत्यसूत्रमस्ति आत् अङ्गात् शतुः वा नुं शी नद्योः इति अस्ति. अत्र आशीनद्यो नुम् इत्यनेन अवर्णात् अङ्गात् अवर्णात् अङ्गात् अवर्णात् अङ्गात् शतरि शतन्तप्रातिपदिकस्य नुमागमः विधीयते. शी अपि नदीसंज्ञक नदी नद्योः इति शी अपि नदीसंज्ञक इकारान्त स्त्रीलिङ्गे एव नदीसंज्ञकानाम् एव अस्ति. ज्ञेयं यत् आक्षी नद्योर्नुम् इति सामान्यशास्त्रं शप्शनोर्नित्यम् अस्तु. सप्तमाध्यायस्य प्रथमपादस्य अशीतितमं सूत्रमस्ति आक्षी नद्योर्नुम् इति. शप्शनोर्नित्यम् इति विशेषसूत्रम् आक्षी नद्योर्नुम् इत्यनेन शत्रन्ताङ्गस्य अवर्णात् अङ्गात् विकल्पेन नुमागमः भवति. अस्य भुवादिगणे द्वादिगणे चुरादिगणे च शत्रन्ताङ्गस्य अवर्णान्तम् अङ्गं भवति. भव दिव्या चोरय इति. अतः आक्षी नद्योर्नुम् इत्यनेन येषु त्रिषु गणेषु अपि नुमागमः वैकल्पिकः भवति स्म आक्षी नद्योर्नुम् इत्यनेन अवर्णान्ताङ्गं भवति इति. नाम येषु त्रिषु गणेषु अपि आशिनद्योर्नुम् इत्यस्य प्रसक्तिः अस्ति तदा शप्शनोर्नित्यम् आगत्य वदति यत् न येषु गणेषु शप्शन् इति विकर्णप्रत्यये भवतः अतः अत्र नुमागमः नित्यं न तु वैकल्पिकः इति. आशिनद्योर्नुम् इति सूत्रमस्ति प्रथमसूत्रमस्ति 780 अशीतितमं सूत्रमस्ति. अवर्णान्त अङ्गात् शत्रन्तस्य अङ्गस्य नुमागमः भवति शी अपि नदीसंज्ञक प्रत्यये पदे नदीसंज्ञक नदी नद्यौ इति स्त्री स्त्रीप्रत्यये पदे. परन्तु सामान्यशास्त्रमस्ति विकल्पेन भवति यत् अत्र विकल्पेन भवति. परन्तु शप्शन् शन्यो शनोः नित्यम् इति अस्ति. शप् अपि शन् अपि अवर्णान्त अङ्गमस्ति कि भुवादिगणे दिवादिगणे अपि चुरादिगणे भवति. तत्र नुमागमः तत्र नित्यं भवति इति न तु वैकल्पिकः इति. तर्हि तत्र भुवादिगणे दिवादिगणे चुरादिगणे अपि च अध अपि भुवादिगणे चुरादिगणे नित्यमस्ति. अन्यत्र सुदादिगणे अपि च अकारान्त अदादिगणीयधातुः अस्ति. आकारान्त तत्र अकारान्त नास्ति आकारान्त एव सन्ति. अत्रापि भवति आशिनद्युनिमित्रेण विकल्पेन अदादिति अवर्णात् अवर्णात् इति अस्ति आर्षि नद्योर्नुम् इति इत्यनेन एव वैकल्पिकमस्ति. अतः अवर्णन्त एव तत्र सर्वत्र न भवति खलु अदादौ. अदादिगणीयः तु तत्र शपः लुप् भवति. तत्र आकारधातूनाम् एव भवति न तु अन्येषां धातूनाम्. तर्हि ददति ददन्ति इति भवति रूपद्वयं दादातु सारि अदादा दादातु ज्योत्यादिगणे अस्ति क्षम्यतां ज्योत्यादिगणे अस्ति दादातु प्रज्ञा भवति वा ज्योत्यादिगणे तु अग्रिमम् आगच्छति तत्र नुमागमः न भवति एव याति यान्ति अत्र अस्ति याति यान्ति अत्रापि एकः धा इति धातुः अस्ति खलु दातवः दा इति अस्ति अस्तु दा इति अस्ति दाति दान्ति दाति दान्ति पान्ति पाति इति भवति पादात् पारक्षणे वा पारक्षणे अस्तु पाति पारक्षणे उषा भगिनी पठति भगिनी भगिनी पुनर् एकवारं वदतु भगिनी आचिदत्योर्मचिति वा आं भगिनि आचिनद्योर्मम् इत्यत्र तु अवर्णात् अङ्गात् शत्रन्त अङ्गस्य विकल्पेन नुमागमः भवति नदी प्रत्ययः शी प्रत्ययः तत्तु स्त्रीलिङ्गप्रत्ययः तत्र अवर्णात् अङ्गात् कुत्र भवति इत्युक्ते तत्र अदादिगणे तु अवर्णान्त अवर्णान्त इत्युक्ते अकारः आकारः भगिनि शी इत्युक्ते स्त्रीप्रत्यय इति स्त्रीप्रत्ययपुस्तकलिङ्गे अस्ति खलु शी इति तत्र प्रत्ययः भवति तत्र नपुस्तकलिङ्गे तत्र नदी इति नीत् नीश इतोपि एकं नी इति अस्ति त्रयः नी प्रत्ययः तत्र अनेन अवर्णातङ्गात् चत्रन्ताङ्गस्य विकल्पेन नुमागमः इदानीम् अस्माकं प्रश्नः अवर्णात् अङ्गः अवर्णः अङ्गः कुत्र अवर्णम् अङ्गं कुत्र भवति इति तत्र यदा वयम् अदादिगणं स्वीकुर्मः तत्र तु या वा इति अवर्णान्त अङ्गमेव अस्ति किल तत्र तु मध्ये विकर्णप्रत्ययः न आगच्छति अतः तद् आवर्णान्तम् अङ्गम् एकं सुदादिगणे अपि तत्र अवर्णान्त अकारः एव अस्माकं विकर्णप्रत्ययः तत्र अपि अवर्णान्तम् अङ्गम् तुध इति अवर्णान्तम् अङ्गम् अस्मिन् सन्दर्भे तत्र आचिनद्योर्नुम् इत्यनेन नुम् तु आगच्छति परन्तु तत् विकल्पेन नित्यं नास्ति विकल्प्यते तत्र वा इति अनुवृत्ति आचिनद्योर्नुम् इत्यनेन सर्वत्र यत्र अदन्त अङ्गमस्ति तत्र सर्वत्र भवति अपि भवादि दिवादि चुरादि सुदादि अपि च अदादिगणीयधातुः अपि भवति छत्रन्त परन्तु अनन्तरम् अग्रिमसूत्रं वदति शप्शन अस्ति चेत् नित्यं भवतु तत्र विभाषा इति अस्ति किल विकल्पेन तत्र द्विप्रकारकः अस्ति प्राप्तविभाषा अप्राप्तविभाषा अत्र आचीनद्योर्मम् इति सामान्यशति शास्त्र तत्र तेन विकल्प्यते यत् विकल्प्यते तत् शप्शनो नित्यम् इत्यनेन नित्यं भवति अतः अप्राप्तविभाषा अप्राप्तं परन्तु तद् अत्र नित्यं भवति शी नद्योर्नुम् शी इति नपुंसकलिङ्गे दट् इस् शी ह्रस्वैकार भगिनी द्विवचन द्विवचने आं भगिनि द्विवचने द्विवचने मनः मनसि मनांसि इति खलु तत्र मन किमस्ति अत्र तादृशं भवति खलु तत्र द्विती द्वि द्वि अहं न इदानीं सम्यक् न करामि द्विवचने भवति नपुंसकलिङ्गे नपुंसकलिङ्गे हा शी भवति तत्र नपुंसकाच्च इति सूत्रमस्ति तत्र नपुंसकात् परस्य औ औ प्रत्ययोः शी आदेशः नपुंसकाच्च जसहषि इति अस्ति जसहषि देन् नपुंसकाच्च जसहषि इति सर्वनामस्थानस्य सर्वनामसंज्ञकः यः अदन्तः शब्दः तस्मात् पदस्य जस् प्रत्ययस्य शी आदेशः भवति रूपम् अन्तिमरूपं ते इति तत् दत्तमस्ति तत्र सर्व सर्वयोग इ इति अस्ति तादृगुणः सर्वे तत्र तर्हि अपुस्तकाच्च तत्र अनुवृत्त्यर्थमेव दीर्घः कृतः इति भगिनी नपुंसकाच्च अन्धन् जश्चसोः सर्वनामस्थानी एकमस्ति सर्वनामस्थानं दट् इस् फेमिनिन् ऐ थाट् न सर्वनामस्थानस्य बट् नपुंसकात् सर्वनामस्थान इस् जश्चसोः षि भगिनि तस्मात् पूर्वमेकं सूत्रमस्ति नपुंसकात् परस्य औ औ प्रत्ययोः षी आदेशः तत् षी इति तदनुवृत्तिरूपेण आगच्छति अस्तु अग्रे आगच्छति प्रायः प्राचीनद्योर्मुक्षणो नित्यं भगिनी भवती एव सी इति भागं करोतु आं भगिनि स्त्री प्रातिपदिकम् अवशिष्टगणेषु नुम् आगमः नैव भवति षट्सु गणेषु अङ्गम् अदन्तं नास्ति अतः नुम् आगमस्य किमपि विधायकं सूत्रं नास्ति तदर्थं स्त्रीत्वविवक्षायां केवलं ङीप् प्रत्ययः संयुज्यते यथा चिनु योगः अत् योगः इ इति स्थिते अत्र चिनु इति अङ्गम् उकारान्तं न तु अकारान्तम् अतः न आचीर्नद्योर्नुम् इत्यस्य प्रसक्तिः न वा शप् शनोर्नित्यम् इत्यस्य आं भगिनि चिनु इति पञ्चमगणधातु अण्ड चिनु योगः अत् अत् शत्रुप्रत्यय योगः इ ङी प्रत्ययः चिनु योगः अत् योगः इ इति स्थिते आचीर्नद्योर्नुं प्रसक्तिः नास्ति शप्श्यनोर्नित्यं प्रसक्तिः नास्ति तदेव उक्तः अस्ति नुम् आगमः नास्ति अदादौ अस् धातुः सत् सती सत्यौ सत्यः सत् इति धातु सत् सती सत्यौ सत्यः अदादौ अस् धातुः सति हौ डिड् कम् सति भगिनि अस् धातुः कारलोपः भवति सन्ति इति रूपं किल सन्ति अन्धिन् सति सत्यौ सत्यः ओ आं भगिनि अस् धातुः सति सत्यौ सत्यः जुहोत्यादिगणे दा धातु ददति दधत्यौ दधत्यः स्वादौ छीदतुः ओके छिन्वति छिन्वत्यौ छिन्वत्यः ओके तनादौ तन्दातुः तन्वति तन्वत्यौ तन्वत्यः ओके अस्तातु सन्ति या सती सत्यौ सत्यः नदी नदी इत्यस्य ङिप्रत्ययस्य सती सत्यौ सत्यः दादातुः दधति ओके दधति इति प्रथमपुरुषौ बहुवचनं दधति सो दधति दत्यौ दधत्यः दधति दधत्यौ दत्यः छीदातु छिन्वति छिन्वत्यौ छिन्वत्यः छीदा छिन्वति छीदातु चिनु ओके छिन्वन्ति फ्रम् छिन्वन्ति छिन्वति ओके छिन्वति छिन्वत्यौ छिन्वत्यः तन्दातु तन्दातु तन्वति ओ तनु सो तन्वन्ति सो तन्वति ओके तन्वति तन्वत्यौ तन्वत्यः अण्ड् क्रयादौ क्रीधातुः क्रीणाति क्रीणन्ति क्रीणन्ति सो क्रीणति नदी इत्यस्य क्रीणति क्रीणत्यौ क्रीणत्यः रुदादौ रुद् धातुः रुदन्ति रुन्दति रुन्दति रुन्दत्यौ रुन्दत्यः आं भगिनि जुहोत्यादिगणे श्नाभ्यस्तयोरातः जुहोत्यादिगणे श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः जुहोत् श्ना अभ्यस्तधातु ओके श्ना अभ्यस्त इत्यनेन आकारस्य लोपः अतः अङ्गं हलन्तम् अस्ति न तु अदन्तं ददा योगः अत् इति स्थिते दत् योगः अत् ददत्य दत् इति अङ्गम् अतः अत्रापि आचीनद्योर्नुम् इत्यस्य प्रसक्तिः नास्ति अपि च अनदन्तः गत्वा नाभ्यस्ताश्चतुः नाभ्यस्ताश्चतुः इत्यनेन अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुम् आगमः न भवति अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शतुः नुम् जुहोत्यादिगणे श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति आं भगिनि रिमेम्बर् दट् अभ्यस्तधातु श्नं प्रत्यय सो इत्यनेन आकारस्य लोपः भवति श्नं प्रत्यय आकारस्य लोपः कित्नित् अतः अङ्गं हलन्तम् अस्ति न तु अदन्तम् ओके ददा योगः अत् दद् योगः अत् भवति आकारस्य लोपः श्नाभ्यस्तयोरातः इत्यनेन ददायोगः अत् दत् योगः अत् भवति शत्रुप्रत्ययः ददत् दत् इति अङ्गम् अतः अत्रापि आचीर्णद्योर्नु इत्यस्य प्रसक्तिः नास्ति अकारान्त अङ्गं नास्ति अकारान्त अङ्गं नास्ति सो भुवादिगणे तु दिवादिगणे तुदादिगणे नास्ति आचीनद्योर्नुम् इत्यस्य प्रसक्तिः नास्ति नुम् आगमः नास्ति अपि च अनदन्तं गत्वा नाभ्यस्ताचतुः न अभ्यस्ताचतुः इत्यनेन अभ्यस्तसंज्ञकात् न अभ्यस्तात् शतुः अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुम् आगमः न भवति अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शतुः नुम् आं भगिनि सर्वैः चिन्तनं सम्यक्तया कर्तव्यम् सर्वैः चिन्तनं सम्यक्तया कर्तव्यं किमर्थं सूत्रदृष्ट्या स्त्रीत्वविवक्षायां द्वादौ दिवादौ चुरादौ च नुम् आगमः नित्यः शप्शनोर्नित्यम् अण्डा ओके द्वादौ दिवादौ चुरादौ च नुम् आगमः नित्यः शप्शनोर्नित्यं तुदादौ चतुर्दश धातु अदादिगणस्तेषु तुदादौ चतुर्दश अदादिगणस्तेषु आकारान्तधातुषु नुम् आगमः वैकल्पिकः आचिर्नद्योर्नुम् इत्यनेन, अपि च अवशिष्टेषु षट्सु गणेषु नुम् आगमस्य प्रसक्तिः नास्ति. आं भगिनि, सर्वैः आम् चिन्तनं सम्यक्तया कर्तव्यम्. आचीनद्योर्नुम् इत्यनेन आचीर्नद्योर्नुम् ओके आचीर्नद्योर्नुम् शप्शनोर्नित्यं प्रथमगण अण्ड् दिवादिगण नुम् आगमः नित्यं भवति. आकारान्तधातु चतुर्दश आकारान्तधातुषु अदादिगण आकारान्तधातुषु च अदादिगणस्तयेषु धातु आकारान्तधातुषु कृते नुम् आगमः वैकल्पिकः, अपि च दिवादौ चुरादौ च भ्वादौ दिवादौ चुरादौ च नुम् आगमः नित्यः, धातुः नित्यः. ओके, शप्शनो नित्यम् अवशिष्ट अदादिगणे गणधातुः तु तृतीय अवशिष्टेषु षट्सु गणेषु नुम् आगमस्य प्रसक्तिः नास्ति इति अस्ति किल, तस्मिन् भागे आगच्छति. चतुर्दश अदादिगणधातुषु एव तत्र नुम् आगमः वैकल्पिकः. अन्येषां का गतिः इत्युक्ते तेषां नुम् आगमः इत्यस्य प्रसक्तिः एव नास्ति. किमर्थम् इत्युक्ते शप्शनो नित्यं शप्शन् इत्यस्य एव, तत्र तु अदादिगणस्य विषयः नास्ति. अत्र आकारान्तधातुः अस्ति चेदेव आचिनद्योर्नुम्, आकारान्तभिन्नधातुः अस्ति अदादिगणे हलन्तधातुः, तदेव पाठः वयं दृष्टवन्तः किल, अदादिगणे हलन्तधातवः इति. तेषां का गतिः इत्युक्ते केटेगरी त्रि, तत्र नुमागमः न भवति, प्रसक्तिः एव नास्ति. तर्हि तत्र पुल्लिङ्गे अपि इदानीं तत्र ददत्येव भवति, ददन् न भवति खलु, ददत्येव भवति, ददन् न भवति, अनेन सूत्रेण एव वा तत्र पुल्लिङ्गं स्त्रीलिङ्गम् इति किमपि न दत्तं नास्ति इत्यनेन एव तत्र नुमागमः. बहु किमपि उक्तं स्त्रीप्रत्यये कृते भगिनि, कुत्र बहु किमपि उक्तं स्त्रीप्रत्यये एव, स्त्रीप्रत्यय तदेव भेदः, तदेव भेदः यत्र अस्माकं भुवादिगणस्य अनन्तरं किं लिखति लिप् धातुः कस्मिन् गणे अस्माकं विकल्पेन सुदादिगणे तयोः भेदः कः, किमर्थं तत्र गुणः अत्र अत्रापि अकारः एव अवशिष्यते किल, भेदः कुत्र इत्युक्ते शत्रन्तरूपे सूत्रस्य अपेक्षया तत्र कस्मिन् गणे अस्ति तदेव स्मरति चेत् परामर्श सुलभ सौकर्यं भवति, क्रमः भवति कुत्र कुत्र नागा भवति इति अङ्गस्य जानीमः सुलभ. अग्रिमपाठः अस्ति प्रातिपदिकत्वम् इति, सिक्स्ये तत्र तस्मिन् शीर्षके टु प्रातिपदिकत्वम् इति तद् पठामः. नमस्ते भगिनि. प्रातिपदिकं नाम किम् अपि च केन प्रातिपदिकत्वं सिद्ध्यति इति विषये चिन्तनं भवतु. संस्कृतभाषायां पदं द्विविधं, सुबन्तं तिङन्तं च. यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तं, तस्य पदस्य अन्ते तिङ् प्रत्ययः अस्ति तत् तिङन्तं. प्रातिपदिकं नाम किं दत्तं, प्रातिपदिकनाम किं प्रातिपदिकत्वं सिद्धत्वं विषये चिन्तनम् अधुना भवति. संस्कृतभाषायां पदं द्विपदम् अस्ति, सुबन्तं दिङ्गन्तं. पदस्य अन्ते सुप्रत्ययः अस्ति चेत् सुबन्तं, पदस्य अन्ते तिङ्प्रत्ययः अस्ति चेत् तिङ्गन्तम्. सुप्तिङ्गन्तं पदं सुबन्तानां तिङ्गन्तानां च पदसंज्ञा भवति. वयं जानीमः सुप्तिङ्गन्तं पदं पदमेव व्याख्येषु वयं पश्यामः न तु प्रातिपदिकं. तर्हि यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तं, यस्य पदस्य अन्ते तिङ्प्रत्ययः अस्ति तत् तिङ्गन्तम्. एकविंशति सुप्रत्ययाः सन्ति, अष्टादश तिङ्प्रत्ययाः सन्ति. अत्र दत्तं प्रत्ययः केन, हौ मेनि हौ डु ऐ से, अत्र सुप्रत्ययाः सुप्रत्ययाः एकविंशति, तिङ् प्रत्ययाः अष्टादश प्रत्ययाः. वयं जानीमः परस्मैपदि प्रत्ययः आत्मनेपदिप्रत्ययः. तिङ्गन्तं पदं धातुभ्यः तिङ्प्रत्ययानां योजनेन तिङ्गन्तं पदं नाम क्रियापदं निष्पन्नम्. वयं पठितवन्तः तिङ्गन्तं पदं धातुभ्यः तिङ्प्रत्ययानां प्रत्ययोजनेन तिङ्गन्तं पदं भवति, अन्यनामः क्रियापदं लाधिकारः. लाधिकारः भगिनि न श्रूयते. ब्रेक् अभवत् भगिन्याः लैन् तु ब्रेक् अभवत्. अस्तु महोदय, भवान् पठति वा? तिङन्तपदं धातुभ्यः तिङ् धातुभ्यः तिङ्प्रत्ययानां योजनेन तिङन्तपदं नाम क्रियापदं निष्पन्नं. लाधिकारः लाधिकारप्रसङ्गे धातुतः लस्य ल इत्यस्य स्थाने अष्टादश तिङ्प्रत्ययाः विहिताः लस्य इति सूत्रेण. लस्य इति सूत्रम् अस्ति तृतीयाध्यासपादस्य सप्तसप्ततितमं सूत्रमस्ति, अधिकारसूत्रमिदं षष्ट्यन्तर अकारः उच्चारणार्थं. तत्र अष्टसप्ततितमसूत्रात् द्वादशोत्तर एकशततमसूत्रपर्यन्तम् अच्छधिकारः 3478711 प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् सप्तसूत्रे यः प्रत्ययः विहितः सः लस्य स्थाने ल इत्यस्य स्थाने विहितः. तत्र लस्य इत्युक्ते लस्यस्य अधिकारः अस्ति, लस्य स्थाने तिप्तस्ति क्षिप्तस्त मिप्वस्मत्थासाथां त्वं विद्वति मयि इति 78. तिङन्तपदानां साधनार्थं मूले अष्टादश तिङ्प्रत्ययाः भवन्ति, लस्य इत्यनेन ल इत्यस्य लकारस्य इत्यस्य स्थाने एते अष्टादश विहिताः तिप्तस्ति तिप्तस्थमस्त आतान्त आतां त्वम् ईडुमहि महि इति अष्टादश तिङ्प्रत्ययः. तिप्तस्मात् आरभ्य महिं पर्यन्तम् आहत्य तिङ्प्रत्ययः इत्युच्यते. वयं जानीमः तत्र लस्य स्थाने तिप्तस्ति इति तिङ्प्रत्ययाः विहिताः भवन्ति. तर्हि क्रियापदस्य निर्माणार्थं धातुतः तिङ्प्रत्ययः विहितः भवति. अग्रे तिङन्तपदानां तिङन्तपदानि अग्रे महोदय सुबन्तपदं किं भवति? सुबन्तपदानां कृते नामपदस्य निर्माणार्थं का गतिः इति प्रश्नः. तत्र प्रातिपदिकात् सुप्रत्ययाः विहिताः. अत्र मूलविचारः एवं यत् तदा सुप्रत्ययाः आगन्तुं योग्याः यदा पूर्वं स्थितस्य भागस्य प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा नास्ति चेत् सुप्रत्ययाः न विहिताः. अतः सुबन्तपदस्य निर्माणार्थं प्रातिपदिकम् अत्यावश्यकं सारांशः एवं यत् प्रातिपदिकं तदस्ति यस्मात् सुप्रत्ययः विहिताः तत्र सुप्रत्य सुबन्तपदमिति अपि यस्य अन्ते सुप्रत्ययः भवति तत् सुबन्तपदमिति दिगन्तं सुबन्तमिति सुप्रत्ययः कस्मात् विधीयते इति प्रातिपदिकादेव विधीयते इति अस्ति अग्रे प्रातिपदिक इति यत् प्रातिपदिकं किम् इत्युक्ते यस्मात् सुप्रत्ययविहितः भवति तदेव प्रातिपदिकम् इत्युच्यते प्रातिपदिकस्य सुप्रत्ययाः सङ्ख्यायाः एकविंशतिः सुप्रत्ययाः सङ्ख्यया एकविंशतिः ते च एते सौजस् मौषस्थाभ्यां भिभ्यां व्यस् नसि भ्यां व्यस् नस् ओस् नस् ओस् आम् इ ओ ओसुप् इति सौ व्यस्मौ चष्टाभ्यां भिस्केभ्यां व्यस्नसिभ्यां व्यस्नसोसां नोसु इति एकविंशतिः सुप्रत्ययः वयं जानीमः तत्र अधुना प्रातिपदिकसंज्ञा कथं कुत्र सिद्धाः इति अग्रे अवलोकयामः प्रातिपदिकं प्रातिपदिकविधायकसूत्रद्वयमस्ति परिभाषा च एका इति प्रातिपदिक अस्तु प्रातिपदिकविधायकसूत्रे द्वे प्रथमं सूत्रमस्ति अष्टवतधातुरप्रत्ययः प्रातिपदिकम् इति प्रथमाध्यायः द्वितीयपादस्य पञ्चचत्वारिंशत्तमं सूत्रम् अष्टवत् शब्दस्वरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति अर्थवत् यत् यत् शब्दस्वरूपम् अर्थवत् अस्ति अपि च यत् धातुः नास्ति यत् प्रत्ययः नास्ति प्रत्ययान्तमपि नास्ति तर्हि तस्य प्रातिपदिकसंज्ञा भवति इति अस्ति अर्थः यस्य अस्ति इति अर्थवत् मतुप्रत्ययः न धातुः अधातुः न प्रत्ययः अप्रत्ययः नहि तत्पुरुषमासम् अर्थवत् प्रथमान्तम् अधातुः प्रथमान्तम् अप्रत्ययः प्रथमान्तं प्रातिपदिकं प्रथमान्तम् अनेकपदमिदं सूत्रं स्वयं सम्पूर्णम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् स्पष्टमस्ति यत् यत् शब्दस्वरूपमस्ति यत् अर्थवान् यत् अर्थवत् अस्ति शब्दस्वरूपं यः शब्दः अर्थवान् शब्दः अपि च धातुः नास्ति प्रत्ययः नास्ति अथवा प्रत्ययान्तः अपि नास्ति तर्हि तस्य प्रातिपदिकसंज्ञा भवति अस्मिन् सूत्रे वस्तुतः अप्रत्ययः पदस्य द्विवारम् आवृत्ति अप्रत्ययः अप्रत्ययः अस्तु प्रथमवारं प्रत्ययः न स्यात् इत्यर्थः द्वितीयवारं प्रत्ययान्तं न स्यात् इत्यर्थः अस्तु इत्यर्थः तत्र प्रत्ययग्रहणे तदन्तग्राह्य अस्तु इत्यनेन इत्यनेन तदन्तविधिः भवति अनेन अप्रत्ययान्तम् इत्यर्थः निष्पन्नः अस्तु प्रत्ययग्रहणे तदन्तग्राह्य इति तर्हि तत्र प्रत्ययस्य इत्युक्ते प्रत्ययान्तः अपि भवति इति अस्ति अत्र संज्ञाविधौ प्रत्ययग्रहणे अस्तु संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इत्यनया परिभाषया तदन्तविधिः प्रतिषेधः न भवति यतोहि प्रत्ययविशेषस्य सुप्तिङ्कृत् इत्यादीनां संज्ञा इति प्रसङ्गः नास्ति अनया परिभाषया संज्ञासूत्रेण यदा प्रत्ययनामकरणं भवति तदा सा संज्ञा केवलं प्रत्ययस्य न तु तदन्तस्य संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्राह्य इति तस्य परिभाषायाः प्रसक्तिः न भवति संज्ञा अस्ति चेत् तदत्र सुप् इति अत्र सुप् तिङ्कृति इति संज्ञा नास्ति प्रत्ययाः सन्ति अतः प्रत्ययग्रहणे तदन्तग्राह्य इति इत्यस्य प्रसक्तिः भवति अतः अर्थवत् अधातु अप्रत्यय इत्युक्ते अप्रत्यय अपि च प्रत्यय यस्मिन् प्रत्ययान्तः शब्दः यः प्रत्ययान्तशब्दः नास्ति तदपि प्रत्ययः नास्ति इति अप्रत्ययः द्वयमपि अत्र अर्थवद् इत्यस्य विषये अग्रे अस्ति महोदय, तदपि पठति वा? अनेन सूत्रेण संस्कृतभाषायां यत्किमपि शब्दस्वरूपम् अर्थवत् अस्ति, परन्तु धातुभिन्नं प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च तत्प्रातिपदिकं, यत्र व्युत्पत्तिप्रक्रिया नास्ति, यत्र व्युत्पत्तिप्रक्रिया नास्ति, यत्र प्रकृतिप्रत्ययसम्बन्धः नास्ति, अतः प्रत्ययान्तं नास्ति. अत्र तत्र अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति. यत्र व्युत्पत्तिप्रक्रिया अस्ति, प्रकृतिः अस्ति, तस्याः प्रत्ययः विहितः, तत्र अग्रिमेण सूत्रेण प्रातिपदिकसंज्ञा भवति. अतः अत्र मार्गद्वयमस्ति, अयुत्पन्नशब्दानाम् अयुत्पन्नशब्दानाम् अपि च व्युत्पन्नशब्दानां च. अस्तु, अत्र अर्थवत् इति अस्ति, धातुभिन्नं भवेत्, प्रत्ययभिन्नं भवेत्, प्रत्ययान्तभिन्नं भवेत् इति. तर्हि यत्र व्युत्पत्तिः भवति, व्युत्पत्तिः इत्युक्ते तत्र प्रकृतिप्रत्ययः भवेदेव, अतः तस्य प्रातिपसंज्ञा न भवति इति अनेन सूत्रेण अर्थवत् अप्रत्ययः इत्यनेन न भवितुमर्हति इति अस्ति. परन्तु अव्युत्पन्नशब्दानाम् एव भवति, अत्र अव्युत्पन्न इत्युक्ते तत्र प्रत्ययः न भवति इति कृत्वा तस्य अर्थवत् इति इत्यनेन अर्थवत् अप्रत्यय इत्यनेन प्रतिपदज्ञा भवति. परन्तु अग्रिमसूत्रेण केचन पदानां तत्र शब्दानाम् अर्थवत् शब्दानां तत्र प्रत्ययान्तशब्दानामपि प्रातिपदज्ञा भवति इति अस्ति, कृत्पदसमासश्च इत्यनेन. अतः मार्गद्वयमस्ति, अयुत्पन्नशब्दाः अव्युत्पन्नशब्दानां प्रत्ययः नास्ति इति कृत्वा अर्थवत् अस्ति कृत्वा प्रातिपदिकसंज्ञा भवति. व्युत्पन्नशब्दानां तत्र केचन एव भवति, तत् सर्वेषां न भवति. अनेन मार्गेण चिन्तयामः चेत् राम इति अस्य अपि अर्थवत् ददातु अप्रातिपदिकम् इत्यनेन न भवति किल, कृतदितसमासाश्च इत्यनेनैव भवति, तादृशं नास्ति किल अर्थवतदातुप्रातिपदिकम् इत्यनेनैव तस्य प्रातिपदिकसंज्ञा राम इति रम् धातोतः इति गम् खलु सत्यं रमते अस्मि इति गैपत्य राम इति भवति. तत्र पुनः व्युत्पत्तिप्रक्रिया अस्ति किल, तत्र अस्ति किल, आं तत्र अत्र कृत्पत्य कृतन्त कृत्पत्येन भवति तज्जित किल, गै गै नास्ति, गै इति तद्धित नास्ति, तद्धित नास्ति खलु, धातुतः एव भवति खलु कृत्पत्ययः, तज्जप्रत्ययः सुबन्तेन न भवति सुबन्तः. सत्यं सत्यं, अतः अत्र वायु अग्नि इति एतादृश तत्र एते अव्युत्पन्नशब्दाः, तत्र इति गन्धर्वस्य नाम अस्ति, तद् सर्वं तु अव्युत्पन्नशब्दाः. परन्तु तत्र भगिनि अत्र अन्यदस्ति खलु, तत्र किमस्ति उणादिप्रत्ययेन तत्तेव ते उत्पन्नशब्दाः भवन्ति वा? तदपि अस्ति अस्मिन्नेव तत्र अष्टाध्यायी उणादिप्रत्ययशब्दाः अव्युत्पन्नाः इति केवचन वदन्ति खलु, तत्र तत् किं भवति तत्र तस्य प्रातिपदिकसंज्ञा भवति वा? तत्र कृतदितसमासश्च इत्यनेन कस्मिंश्चित् सन्दर्भे उणादिप्रत्ययः कृत्प्रत्ययः धातुतः विधीयते इति तादृश स्वीकृत्य सर्वदा धातुतः इति नास्ति किल, उणादिप्रत्ययः न भवति वा? तत्र उणादिप्रत्ययान्तशब्दाः इति अग्रे अस्ति महोदय, यदा तत्र अष्टाध्यायी डाट् काम् मध्ये उनादयः व्युत्पन्नानि प्रातिपदिकानि, उनादयः अव्युत्पन्नानि प्रातिपदिकानि. तत्र द्वयमपि अस्ति वा? तत्र अर्थवद अप्रत्यय तदेव खलु 45 खलु 45 मध्ये वा? अस्तु, अर्थवत्तदातु अप्रत्ययः प्रातिपदिकम् इति यः अर्थवान् शब्दः धातुसंज्ञकः प्रत्ययसंज्ञकः तत्र अन्ते इतोपि अग्रे तत्र कृत् प्रत्ययान्तशब्दः, सदृश प्रत्ययान्तशब्दः, स्त्री प्रत्ययान्तशब्दः, अनन्तरम् उनादि. उनादिप्रत्ययान्तशब्दाः. अस्तु, बहूनाम् अर्थवतां शब्दानिर्माणं धातुभ्यः उणादिप्रत्ययान् योजयित्वा कृतमस्ति. यथा लक्ष्मीः इति शब्दः लक्ष् इति धातोः, लक्ष्येर्मुट् च इति उणादिसूत्रेण, ई इति प्रत्ययं कृत्वा सिद्ध्यति. एतादृशाः उणादिप्रत्ययान् शब्दाः प्रातिपदिकानि सन्ति, परन्तु एते शब्दाः प्रातिपदिकत्वं कथं प्राप्नुवन्ति अस्मिन् विषये पण्डितेषु मतान्तराणि विद्यन्ते. अत्र मुख्यरूपेण पक्षद्वयं विद्यते. उणादयः व्युत्पन्नानि प्रातिपदिकानि, अस्मिन् पक्षे सर्वे उणादिप्रत्ययाः कृत्सञ्ज्ञकाः सन्ति इति सिद्धान्तं संस्थाप्य उणादिप्रत्ययान्तशब्दानां सुदन्तत्वं स्वीक्रियते. अस्यां स्थितौ प्रकृतसूत्रेण तु एतेषां प्रातिपसंज्ञा न भवति, परन्तु कृत्सदृतमाशश्च इत्यनेन अग्रिमसूत्रेण एतेषां प्रातिपसंज्ञा भवितुमर्हति. उणादयः अव्युत्पन्नानि प्रातिपदिकानि. अस्तु, अस्मिन् पक्षे उणादिप्रत्ययानाम् अष्टाध्याया सन्दर्भे साक्षात् प्रत्ययत्वं न अनुमन्यते. अतः उणादिप्रत्ययान्तशब्दाः अष्टाध्याय्याः दृष्ट्या अव्युत्पन्नाः सन्ति, तेषां प्रकृतिप्रत्ययरूपेण विभागः न भवितुमर्हति इत्याशयः. अस्यां स्थितौ सर्वेषाम् उणादिप्रत्ययान्तशब्दानाम् अर्थवत्त्वात् प्रकृतसूत्रेणैव तेषां प्रातिपदिकसंज्ञा भवितुमर्हति. तर्हि उणादिप्रत्ययान्तशब्दाः कृदन्त इति स्वीकृत्य कृतसमासः इत्यनेन प्रातिपदिकसंज्ञा भवति, अथवा गुणादयः अव्युत्पन्नाः इति स्वीकृत्यापि भवितुमर्हति अनेन सूत्रेण. 1.4.5 तदेव प्रायः महोदयेन अत्र लिखितम् अव्युत्पन्ना अव्युत्पन्ना इति. तर्हि तर्हि उणादिप्रत्यय कृत्प्रत्ययः नास्ति इति मतं चेत् अनेन सूत्रेण भवति, कृत्प्रत्यय इव अस्ति इति तर्हि अग्रिमसूत्रेण भवति. यद्यपि प्रत्ययान्तशब्दः इति स्वीकुर्मः चेत् सत्यं, परन्तु राम इति अर्थवदातु अप्रातिपदिकम् इत्यनेन एव प्रातिपदिकसंज्ञा. स्पष्टमस्ति वा? गै प्रत्यय उणादि नास्ति खलु भगिनि? तत्र कृत्प्रत्यय न तद् न उक्तवती. तत् राम इति इत्यस्य प्रातिपदिकम् अस्मिन् अनेन सूत्रेण एव भवति, अर्थवान् शब्दः अस्ति, धातुसंज्ञकः नास्ति, प्रत्ययसंज्ञकः नास्ति, प्रत्ययान्तः नास्ति इत्यनेन प्रातिपदिकम् अनेन सूत्रेण एव. प्रत्ययान्तः नास्ति वा राम इति? रामः इति प्रत्ययान्तः, राम इति प्रत्ययान्तः, राम इति गै प्रत्ययान्तशब्दः इति खलु प्रातिपदिकं, रामः इति भवति अनन्तु प्रत्ययः भवति. तादृशं चिन्तयामः चेत् सर्वे कृत्सदितसमासाश्च इत्यनेन एव भवति किल, अनेन वायु अग्नि इति तत्र हा हु इति तत्र अथवा उणादि उणादि तत्र उणादि प्रत्ययेन निर्मिताः शब्दाः सर्वे अव्युत्पन्नाः इति स्वीकृत्य एव अनेन सूत्रेण भवति इति राम इति उणादिप्रत्ययेन नास्ति कृत्प्रत्ययेन उणादि नास्ति कृत्प्रत्ययेन एव अस्ति खलु घञ् प्रत्ययेन कृत्प्रत्ययेन अस्ति अतः न जानामि राम इति एकवारं कर्तव्यं तु अनेन एव भवति नदी इति यदा स्त्रीलिङ्गप्रत्यय स्वीकुर्मः तदपि तत्र वयं नीप् इति योजयामः किल राम इति गै प्रत्ययेनैव भवति तत्र अनेन न भवति वा न राम इति गै प्रत्ययः अस्ति नदी अपि नद् नदति खलु नद् नद् प्रत्ययः न तद्भिन्ना अस्ति प्रायः न जानामि तत् नदी न्याप् न्याप् प्रातिपदिका इति अनेन भवति नदी इति तर्हि केन सूत्रेण भवति प्रातिपदिकसंज्ञा तत्र ज्ञाप् प्रातिपदिकात् इत्यनेन नी तदा आप् ग्रहणेन बहूनां स्त्रीप्रत्ययान्तशब्दानां साक्षात् ग्रहणं कृत्वा तत्र सुप्रत्ययः तदितप्रत्ययः उक्ताः सन्ति तेभ्यः प्रा प्रत्ययविधानं कर्तुं शक्यते एतत्तु प्रथममस्ति अर्थवदधातु अप्रत्ययः प्रातिपदिकमिति प्रथमसूत्रं द्वितीयमस्ति कृत्सवितसमासाश्च अधुना भगिनी इदानीं पठितुं शक्यते वा श्रूयते वा भगिनि कृत्सवितसमासश्च प्रथम अध्याये प्रथम द्वितीय षट् चतुर्विंशतिं सूत्रं सुदन्ताः सद्विदान्ताः समासाश्च अपि प्रातिपदिकसंज्ञाताः कृच्छ सद्वितश्च समासश्च कृत्सद्वितसमासाः इतरेतरद्वन्द्वः कृत्सद्वितसमासाः प्रत्यय प्रथमान्तं स अव्ययपदं द्विपदमिदं सूत्रम् अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अर्थवन्तः कुत्सदितसमासाः च प्रातिपदिकानि द्वितीयसूत्रमस्ति प्रातिपदिकसूत्रं कुत्सदितसमासश्च कृतन्ताः सद्वितान्ताः समासाः इति प्रातिपदिकसंज्ञा भवति अत्र अनुवृत्तिसहितसूत्रमस्ति अर्थवन्तः कृत्पतितसमासाः च प्रातिपदिकानि इति सूत्रं तदेव प्रातिपदिकज्ञा भवति द्वितीयसूत्रम् अनेन सूत्रेण धातुतः कृत्प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं तत् प्रातिपदिकं सुदन्तम् इति धातुभिन्नप्रकृतितः प्रत्ययस्य विधानेन यत् रूपं निष्पन्नं तत् प्रातिपदिकं सद्विदान्तम् पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकं समासः सूत्रं विवरणमत्र दत्तं धातुः कृत्प्रत्ययः अस्ति चेत् रूपं प्रातिपदिकं संज्ञा भवति कृदन्तमिति वदति धातुभिन्नप्रकृतितः प्रत्ययविधानेन यत् रूपं निष्पन्नं भवति तत् प्रातिपदिकं पद्यतान्तम् सद्यतानमिति सुबन्तरूपमेव भगवति धातुः किं भगिनि पुनः वदतु तद् धातु शब्द शब्दरूप नामरूप नामरूपाधिपत्य उच्यते न धातु तद्धितान्तात् इति वा तद्धितान्तात् तद्धितान्तात् प्रातिपदिक सुबन्त प्रातिपदिकेभ्यः एव पदानि अत्र समासः पदानि अत्र समस्यते तत्र नूतन पदं प्रातिपदिकसंज्ञा भवति ध्येयं यत् यद्यपि अस्मिन् सूत्रे कृत् तद्धिता इत्युक्तं तथापि कृत् प्रत्ययः तद्धितप्रत्ययः इत्यर्थौ न अपि तु येषां रूपाणाम् अन्ते इमे प्रत्ययाः सन्ति वैकरणैः उक्तं यत् अर्थवत् इत्यस्य अनुवृत्तिः अस्ति प्रत्ययाः तद्धितप्रत्ययाः सर्वे स्वयं न अर्थवन्तः तदा प्रकृतेः विहिताः तदा व्युत्पन्नं रूपम् अर्थवत् अतः अस्मिन् सूत्रे कृत् इत्युक्ते कृदन्तम् अर्थिता तद्धिता इत्युक्ते तद्धितान्तं न अवगतं भगिनि ध्येयं यद्यपि कुत्र भगिनि पुनः पठतु ध्येयं यत् यद्यपि अस्मिन् सूत्रे कृत् तद्धिता इत्युक्तं तथापि कृत् प्रत्ययः तद्धितप्रत्ययः इत्यर्थौ न अपि तु येषां रूपाणाम् अन्ते इमे प्रत्ययाः सन्ति इत्यर्थे इति तत्र मुद्रणदोषः इत्यर्थे न अपि तु येषां रूपाणाम् अन्ते कृत् अस्ति तद्धित अस्ति कृदन्तः तद्धितान्तः इति अर्थः यद्यपि अस्मिन् सूत्रे कृत् तद्धित इति उक्तम् इत्युक्ते तत्र त्वान्त त्वा इति प्रत्ययः अस्ति अनन्तरं किमपि तद्धितप्रत्ययः मतुप् मतुप् इति प्रत्ययः अस्ति तस्य प्रातिपदिकसंज्ञा भवति वा न तस्य अन्ते यस्मिन् शब्दस्य अन्ते तादृश कृत् अन्तः अस्ति तद्धित अन्तः अस्ति तदेव प्रातिपदिकसंज्ञा स्वीकरोति अर्थवत् इति यद् पदमस्ति तस्य एव प्रातिपदिकसंज्ञा वत् इति प्रत्ययस्य न तदेव न धन्यवादः इदम् धातुरूपप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रत्ययान्तस्य प्रातिपदिकसंज्ञा निश्चित्यते इदं तदा कृत्तद्धितसमासश्च इति सूत्रेण उक्तं यत् कृदन्तानि तद्धितान्तानि च प्रातिपदिकसंज्ञकानि अतः प्रथमं सूत्रं सामान्यसूत्रं द्वितीयसूत्रं शेषसूत्रं द्वितीयं च प्रथमस्य अपवादः प्रथमं सूत्रमस्ति अर्थवत् तदातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रत्यय शब्दस्य अन्ते अस्ति चेत् प्रातिपदिकज्ञा निष्पन्नं भवति कृत्तदितमास इति सूत्रेण कृत्प्रत्ययः तद्धितादिप्रत्ययः पद शब्दस्य अन्ते अस्ति चेत् अपि प्रातिपदिकसंज्ञा भवति ततः अर्थवत् अदातु सूत्रं सामान्यसूत्रं कृतज्ञसमास इति अपवादसूत्रम् अन्ततः अन्ततः कृतज्ञसमासश्च सूत्रेण समासः प्रातिपदिकसञ्ज्ञकः परन्तु समासाः अर्थवत् अधातुः अप्रत्ययः अप्रत्ययान्तः अतः अर्थवत् अधातुरप्रत्ययः प्रातिपदिकसूत्रेण प्रातिपसंज्ञा प्राप्यते तर्हि समासः इति किमर्थम् उक्तं कृत्तद्धितसमासश्च इति सूत्रे आवश्यकता का उत्तरमस्ति अनेन एकाधिकशब्दस्वरूपैः अर्थपूर्णरूपं भवति चेत् समासः एव स्यात् न तु वाक्यं नो चेत् अर्थवत् अधातुरप्रत्ययः प्रातिपदिकमिति सूत्रेण रामः आपणं गच्छति इत्यस्यपि प्रातिपदिकसंज्ञा भवति स्म. अतः समासः इत्यस्य कथनेन नियमयति रिस्ट्रिक्षन् क्रियते. किमर्थं समासः इति अपि दत्तमिति चर्चा अभवत्. प्रातिपदिक समासः इति नूतन प्रातिपदिकम् अर्थवत् अपि अस्ति. नूतनता द्वे द्वि शब्द सः अर्थवत् नूतन पदं निष्पन्नं भवति समासविषये. तर्हि समासः इति अर्थः अनेन एक अधिकस्य शब्दरूपः अर्थपूर्णं भवति चेत् समासः ततः न चेत् प्रातिपदिकं न भवति. अतः यदा एक अधिकशब्दरूपः रूपाणि सन्ति चेत् तत्र अर्थपूरणम् अवश्यं भवति, परन्तु तत् समासः न तु वाक्यम्. रामः आपणं गच्छति इत्यस्य प्रातिपदिकसंज्ञा कदापि न भवति. तत्र अर्थवत् अस्ति परन्तु तद् तस्य तु प्रातिपदिकसंज्ञा न भवति. अतः तत्र अर्थवान् अधातु प्रत्यय अप्रत्ययान्तः समासः अस्ति, परन्तु तस्य अनेन सूत्रेण अर्थवत् अधातु प्रत्यय प्रातिपदिकम् इत्यनेन न भवति, कृतदिवसमासश्च इत्यनेन एव प्रातिपदिकसंज्ञा भवति. अतः अत्र नियमनमपि एतत् सूत्रं करोति, कृत्तद्वीपसमासाश्च नियमयति. अग्रे भगिनि, पुंसि नपुंसके च प्रकृतिप्रत्ययोः संयोजनेन यत् शब्दस्वरूपं निष्पन्नं तस्य प्रातिपदिकसंज्ञा भवति, कृत्तद्वीपसमासश्च इति सूत्रेण. अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गे अस्ति तस्यापि प्रातिपदिकसंज्ञा अनेन सूत्रेण. यथा महिला शब्दः मूलतः स्त्रियाम् एव, अपि च व्युत्पन्नशब्दः अतः अनेन सूत्रेण प्रातिपदिकसंज्ञा. परन्तु छात्रा शब्दः मूलपुल्लिङ्गछात्राशब्दात् आगतः, छात्रशब्दात् आगतः, अतः अनेन सूत्रेण न. व्युत्पन्नछात्रशब्दस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण, तदा स्त्रीप्रत्ययस्य संयोजनेन छात्रा भवति. छात्रा शब्दस्य पुंलिङ्गे नपुंसकलिङ्गे तत्र कोऽपि विशेषं नास्ति. प्रकृतिप्रत्ययोः संयोजनेन शब्दरूपनिष्पन्नं भवति तेन सूत्रेण इत्येव कृतसमासस्य सूत्रेण. परन्तु अपि च कोऽपि यः कोऽपि उत्पन्नशब्दः मूले स्त्रीलिङ्गे अस्ति, मूल लिङ्गे अस्ति, परन्तु पुंलिङ्गप्रातिपदिकं स्वीकृत्य स्त्रीप्रत्ययोजनेन स्त्रीलिङ्गप्रातिपदिकं निष्पन्नं भवति सामान्यतया. भगिनि तद् अग्रे आगच्छति, तस्य प्रातिपदिकसंज्ञा परिभाषया भवति. यदा छात्र बाल छात्र तत्र वयं तत् पुल्लिङ्गं, तत्र वयम् एकं स्त्रीप्रत्ययं योजयित्वा तत्र रूपं साधयामः किल, तत्र तत्तु परिभाषया भवति. परन्तु मूलतः यदा स्त्रीलिङ्गे अस्ति चेत् तत्र अनेन परिभाषा अनेन सूत्रेण तस्य प्रातिपदिकसंज्ञा वृत्तसमासाश्च इत्यनेन इत्येव वदति. धन्यवादः महोदय. भवतः प्रश्नस्य उत्तरं तत्र अकारान्तपुल्लिङ्गरामशब्दः तत्र यदा यौगिकः रामशब्दः अस्ति चेत् तत्र कृत्तदितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा. यदि कस्यचित् नाम राम इति अस्ति चेत् तत्र अर्थवदधातुप्रत्ययप्रातिपदिकम् इत्यनेन प्रातिपदिकम् इति विविधमस्ति. महाभारत रामस्य महाभारत सोरि रामायणस्य रामस्य तु कृत्तद्विसमासश्च यौगिकराम तत् यौगिक खलु राम इति रूढ्या अस्ति चेत् तत्र अर्थवदधातु प्रातिपदिकम् इत्यनेन प्रातिपदिकेन एव तत्र अर्थवदधातु प्रातिपदिकम् इत्यस्य अग्रे सरामः अधिकारसूत्राणि पश्यामः. उषा भगिनी पठति वा अधिकारसूत्राणि? आं भगिनि. अधिकारसूत्राणि अधिकारसूत्रम् इत्युक्तौ तादृशं सूत्रं यस्य पूर्णरूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु. नाम स्वयं कार्यं न करोति, अपि तु अपरेषु सूत्रेषु उपविश्य तेषाम् अर्थं पूरयति. अधिकारसूत्रः इत्युक्ते किम् इति उच्यते, अधिकारसूत्रः इत्युक्ते पूर्णरूपेण अनुवृत्तिसहितसूत्रं परसूत्रस्य कृते आगच्छति. नाम स्वयं कार्यम् अधिकारसूत्रं स्वयं कार्यं न करोति, अपरेषु सूत्रेषु उपविश्य तेषाम् अर्थं पूरयति, तेषां सूत्राणाम् अर्थं पूरयति. प्रत्ययः 311, अधिकारः 311 to 54163, अधिकारः 311 to 54163, तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति. तत्र तत्र प्रत्ययः आगत्य वदति यत् यस्य विधानं सञ्जातं तस्य प्रत्ययसंज्ञा भवति. येषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति तत्र सर्वत्र अस्य सूत्रस्य अधिकारः 311 to 54160 इत्येषु यत्र यत्र विधानम् अस्ति तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम् अन्वयः यत् यत् विहितं तस्य प्रत्ययसंज्ञा भवति. प्रत्ययः इति अधिकारसूत्रः अस्ति. यत्र यत्र विधानं क्रियते तत् विहितम् अस्ति तदर्थात् प्रत्ययः इति भवति. येषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र विधिसूत्रम् अस्ति तत्र तत्र विधानम् अस्ति तत्र तत्र सर्वत्र सूत्रस्य अधिकारः अस्ति तत्र तत्र प्रत्ययः इति भवति. विधानं भवति तृतीय चतुर्थ पञ्च अध्यायेषु प्रत्यय अधिकारः. अग्रे भगिनि परश्च सम्बन्धः अस्ति द्वयोः मध्ये प्रत्ययः परश्च अग्रिमसूत्रम् अग्रिम 312 अधिकारः 311 to 54160 द सेम् थिङ्ग् 312 भगिनि. एनिवे येषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रमपि उपविश्य वदति यत् अयं प्रत्ययः प्रकृतेः अनन्तरम् आयाति. ओके, परश्च इति अधिकारसूत्रः यत्र यत्र प्रत्ययः इत्यनेन प्रत्ययसंज्ञा भवति तत्र तत्र परश्च इति सूत्रं कार्यं करोति. तत् सूत्रं वदति प्रत्ययः प्रकृतिसंज्ञा अनन्तरम् आयाति इति. परश्च ङी ञाप् प्रातिपदिकात् 411 अधिकारः 411 to 54160. क्षम्यतां भगिनी, ऐ केनाट् से इट् इन् संस्कृत्. ऐ विल् लर्न् बट् चतुर्थे पञ्चमे च अध्याययोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ण्यन्तेभ्यः आबन्तेभ्यः वा आयान्ति. ण्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे च अध्याययोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ण्यन्तात् आबन्तात् वा विहितः भवति. चतुर्थे पञ्चमे च अध्यायः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ण्यन्तेभ्यः आबन्तेभ्यः वा आयान्ति. ओके, ण्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. नी आप, ओके, देन् तर्हि आगत्य चतुर्थे पञ्चमे च अध्यायः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति. ओके, चतुर्थे पञ्चमे सर्वाणि सुबन्तविधायकसूत्राणि सन्ति. तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. आं भगिनि, अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ण्यन्तात् आबन्तात् च विहितः भवति. ओके, ण्याप्रातिपदिकात् इत्यनेन प्रत्ययः इति सूत्रस्य अधिक ण्याप्रातिपदिकात् इति सूत्रं प्रत्ययः इति सूत्रस्य अधिकारः अस्ति. तत् अधिकारसूत्रेण ण्यन्तात् आपन्तात् प्रातिपदिक अन्तात् इति अनन्तरं प्रत्ययः इति आयाति परश्च इत्यनेन. ओके, सूत्रस्य पदच्छेदः ङी च आप् च प्रातिपदिकं च तेषां समाहारद्वन्द्वः ण्याप् प्रातिपदिकं. तस्मात् ण्याप् प्रातिपदिकात् ण्याप् प्रातिपदिकात् पञ्चमीयन्तम् एकपदमितं सूत्रं. ण्याप् प्रातिपदिकात् पञ्चमीयन्तम् एकपदमितं सूत्रम्. ओके, त्रयः स्त्रीप्रत्ययाः सन्ति यैः ईकारः विहितः भवति. ङीप् ङीष् ङीन् च. अस्मिन् सूत्रे ङी इत्यस्य कथनेन त्रयाणामपि ग्रहणं भवति. त्रयः स्त्रीप्रत्ययाः सन्ति यैः आकारः विहितः भवति. टाप् डाप् चाप् च. अस्मिन् सूत्रे आप् इत्यस्य कथनेन त्रयाणामपि ग्रहणं भवति. ङी आप् प्रातिपदिकात् इति सूत्रस्य पदच्छेदः ङी च आप् च प्रातिपदिकं च. ङी च इत्यनेन त्रयाणां प्रत्ययः ग्रहणं भवति. ङीप् ङीष् ङीन् ङीन् इति. आप् इत्यनेन टाप् डाप् चाप् इति त्रयः स्त्रीप्रत्ययाः गृहीतं भवति. आप् इत्यनेन त्रयाणामपि ग्रहणं भवति. ङी आप् प्रातिपदिकात्. ओके, ङी च आप् च प्रातिपदिकं च इत्यनेन समाहारद्वन्द्वः. ङी आप् प्रातिपदिकं, तस्मात् पञ्चमी इत्यनेन ङी आप् प्रातिपदिकात् इति दत्तम्. आम् भगिनि, अतः प्रत्ययः परश्च ण्याप्रातिपदिकात् अधिकारसूत्रम् इति तृतीय चतुर्थ पञ्चम अध्याये प्रत्ययः परश्च इति भवति. ण्याप्रातिपदिकात् इति चतुर्थ पञ्चम अध्याये एव तस्य अधिकारः. अनन्तरं परिभाषा अस्ति, तेन एव अस्माकं नदी इत्यस्य संज्ञा भवति. ण्याप्रातिपदिकात् इत्यनेन न प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इत्यनेन. तदपि पठति वा भगिनि? आं भगिनि, परिभाषा अधः एका परिभाषा अस्ति. परिभाषाः अत्यन्तं पुरातनाः. तेषां लेखकाः अस्माभिः न ज्ञायन्ते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति. परिभाषा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं परिभाषा नम्बर् 72 ओके 71 ओके. यस्य रूपस्य प्रातिपदिकसंज्ञा भवति द्वाभ्यां प्रातिपदिकसंज्ञाविधायकसूत्राभ्याम् अर्थवत् अदातु अप्रत्ययप्रातिपदिकं कृत्तद्विधसमासाश्च तस्मात् प्रातिपदिकात् यानि लिङ्गविशिष्टरूपाणि व्युत्पन्नानि भवन्ति स्त्रीत्वबोधकप्रत्ययानां योजनेन. प्रातिपदिकेन यानि लिङ्गविशिष्टरूपाणि व्युत्पन्नानि भवन्ति स्त्रीत्वबोधकप्रत्ययानां योजनेन तेषामपि ग्रहणं भवति प्रातिपदिकसंज्ञया. सो प्रातिपदिकसंज्ञया अर्धवत् अधातु अप्रत्ययः इत्यनेन प्रातिपदिकं कृत्तद्धितसमासश्च इत्यनेन प्रातिपदिकं तस्मात् प्रातिपदिकग्रहणात् लिङ्गविशिष्टरूपं व्युत्पन्नानि भवन्ति स्त्रीत्वबोधकप्रत्ययानां योजनेन. ओके. यथा कर्तृ इत्यस्य प्रातिपदिकसंज्ञा भवति अतः कर्त्री इत्यस्यापि प्रातिपदिकसंज्ञा भवति. कर्तृ इत्यस्य प्रातिपदिकसंज्ञा भवति पुरुष पुम्बत्रूपं. कर्त्री इत्यस्यापि प्रातिपदिकसंज्ञा भवति स्त्रीप्रत्यययोजनेन. ओके. तथा च छात्र इत्यस्य प्रातिपदिकसंज्ञा भवति अतः छात्रा इत्यस्यापि प्रातिपदिकसंज्ञा भवति. ओके. प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् अनेन प्रातिपदिकस्य विधानार्थं सर्वाणि यन्त्राणि अस्माकं पुरतः सन्ति. अनेन प्रातिपदिकस्य विधानार्थं सर्वाणि यन्त्राणि अस्माकं पुरतः सन्ति. द्वे सूत्रे एका परिभाषा च. प्रातिपदिकम् अस्माकम् आधारः अस्ति. अष्टाध्यायाः चतुर्थे पञ्चमे च अध्याययोः यत्र सुबन्तपदानां निष्पदनार्थं सर्वे प्रत्ययाः विहिताः सन्ति. तेषु सुप्रत्ययाः प्रमुखाः अतः त्रयाणाम् अधिकारसूत्राणां समर्थेन सुप्रत्ययानां विधानार्थम् अर्थपूर्णं वाक्यं सिद्धम्. चतुर्थपञ्चम अध्यायः सर्वासु प्रत्यये सुबन्तप्रत्ययाः विधीयन्ते. तेषु प्रत्ययेषु सुबन्ताः प्रमुखाः. दट् इस् टेकन् केर् आफ़् इन् वन् सूत्र भगिनि. अधः त्रयाणाम् अधिकारसूत्राणां समर्थेन सुप्रत्ययानां विधानार्थम् अर्थपूर्णं वाक्यं सिद्धम्. ओके. सो जस् अमौच्छस्ताभ्यां ज्ञेभ्यां व्यस् नसिभ्यां व्यस् नसोसां ज्ञोसुप् प्रत्ययः परश्च ज्ञाप्रातिपदिकात् इत्येषाम् अधिकारः. ओके. दीर्घसूत्र प्रत्ययः परश्च ङी आप्रातिपदिकात् इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं ञाप्रातिपदिकात् सुऔजसमौचस्ताभ्यां विस्नेभ्यां व्यस् नसिभ्यां व्यस् नसोसां ञो सुप् प्रत्ययः परश्च. एकमेव वाक्यं तस्मात् प्रातिपदिकात् सुऔजस् इत्यनेन एकविंशतिसुप्रत्ययाः परश्च इत्येव कार्यं भवति. अधुना प्रातिपदिकस्य आधारः कः कथं भवति इति अस्माभिः ज्ञातम्. आधारः प्रत्ययः परश्च ज्ञाप्रातिपदिकात् अग्रिमेषु पाठेषु प्रातिपदिकस्य आधारेण कथं सुप्रत्ययाः युज्यन्ते सुबन्तपदस्य निष्पदनार्थम् इति अवलोकयिष्यामः. आगच्छति. एतावत्तु सम्यक् एव, सरलमेव. परिशिष्टम् इति यद् भागः अस्ति, पुनः तत्र किञ्चित् हैपोथेटिकल् चिन्तनं भवति. तत्र अर्थवतधातुरप्रत्ययः प्रातिपदिकम् इत्यत्र तत्र विशेषः कः, किमर्थं तत्र एतादृशं स्वीकरणीयम् इति यदा वयं पूर्वं पठितवन्तः किल, तादृशचिन्तनं तत्र तदपि पठामः, प्रायः अग्रिमसप्ताहे पठामः. अनन्तरम् अग्रिमपाठः अस्ति अस्माकं गणम् आधारीकृत्य शत्रन्तरूपाणां निर्माणम्, तदेव तृतीयपाठः. तद् परिशिष्टभागः किञ्चित् पठित्वा आगच्छन्तु, अनन्तरं वयं चर्चयित्वा अग्रिमपाठं प्रति गच्छामः. अस्तु वा, अद्य समापयामः. धन्यवादः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.